अफलाकांक्षि वीर्यज्ञो विधिदृष्टो य इज्यते यष्टव्यमे वेति मनः समाधाय स सात्विकः अभिसन्धाय तु फलम् दम्भात्रमपि चैव यत् इज्यते वरद श्रेष्ठ तम् यज्ञम् विधि राजसम् विधिहीनामश्रिष्टानम् मन्त्रहीनाम दक्षिणम् श्रद्धा विरहितम् यज्ञम् तामसम् परिचक्ष्यते देवद्विज गुरु प्राज्ञ पूजनम् शौचमार्जवम् ब्रह्मचर्यामहिंसा च शारीरम् तप उच्यते अनुद्वेगकरम् वाक्यम् सत्यम् प्रियहितम् च यत् स्वध्यायाव्रतम् चैव वाङ्मयम् तप उच्यते मनः प्रसाद सौम्यत्वम् मौनमात्मा विनिग्रहः भाव संशुद्धिरित्येत तपोमानमुच्यते श्रद्धया परया तप्तम् तपस्तत्त्रिविधम् नरैः अफलाकाङ्क्षिभिर्युक्तैः सात्विकम् परिचक्ष्यते।